ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्तिश्शान्तिश्शान्तिः श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय सर्वेषां स्वागतम् अस्माकं वर्गे अत्र अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तपदानां विभक्तिरूपाणि इति तत्र गतवर्गे अपि तस्य पूर्वं वयं पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गशब्दानां प्रथमाविभक्तिरूपाणि दृष्टवन्तः गतवर्गे तस्मिन् विषये एकां कथामपि पठितवन्तः गीतासोपाने त्रयोदशे पुटे तत्र अहं वर्षं निगृह्णामि इति कथा अस्ति तां कथां गतवर्गे पठितवन्तः इदानीम् अद्य तत्र एव किञ्चित् पुनस्मरणमपि अभ्यासं कृत्वा स्त्रीलिङ्ग नपुंसकलिङ्गपदानाम् अभ्यासं कृत्वा तदनन्तरं तत्र द्वितीया विभक्ति अपि तृतीया विभक्ति चतुर्थी विभक्ति इति तेषां रूपाणि पश्यामः. अस्तु तर्हि तत्र पुनस्मरणार्थं तत्र स्वरूपमहोदयस्य करपत्रमपि अस्ति तत्र आत्मा इति पदस्य एकवारं तत्र भवान् अपि आत्मा इति पदद्वयं तस्य रूपाणि एकवारं स्मरामः. नरेश महोदय नमस्कारः. शुभदा भगिनी नमस्कारः. अस्तु तर्हि तत्र नमस्कारः महोदय. नमस्कारः भगिनी. नरेश महोदय नमस्कारः. लक्ष्मी भगिनी नमस्कारः. तत्र भवान् शब्दस्य रूपाणि एकवारं वदति वा भगिनि? लक्ष्मी भगिनि. अस्तु तत्र केवलं केवलं रूपाणि तत्र भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवती भवतोः भवत्सु भवत्सु इति समीचीनं भगिनि. धन्यवादः. रघुवीरनन्दस्वामी तत्र आत्मन् इति पदं नकारान्तपदं तस्य रूपाणि एकवारं पठति वा? महोदय इदानीं पार्श्वे अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु महोदय अस्तु. ललिता भगिनी पठति वा? किन्तु वक्तुं शक्नोमि. अस्तु वक्तुं शक्नोति चेत् सहायं करोमि महोदय. अस्तु करोतु. आत्मन् आत्मानौ आत्मानः आत्मा आत्मा इति प्रथमविभक्तिरूपम् आत्मन् आत्मा आत्मानौ आत्मानः आत्मा आत्मानम् आत्मानौ आत्मानः आत्मनः इदानीम् आत्मनः इदानीं द्वितीयविभक्ति बहुवचने आत्मनः आत्मनः द्वयमपि एकमेव इति अहं चिन्तयामि. बहुवचनं सत्यं महोदय सत्यं किन्तु भेदः अस्ति सत्यं आत्मनः आत्मना आत्मनभ्याम् आत्मभ्यां तत्र यत्र तत्र प्रत्यये विभक्तिप्रत्यये हल् आदौ अस्ति तत्र नकारस्य लोपः भ्यां मध्ये भिः मध्ये आत्मन् इति तत्र नकारान्त अन्ते अस्ति तस्य लोपः भवति महोदय. ओ तत् ओ आं महोदय. आत्मभ्याम् आत्मभिः आत्मभिः आत्मने आत्मने आत्मने आत्मन आत्मभ्याम् आत्मभ्यः आत्मनः आत्मभ्याम् आत्मभ्यः आत्मनि आत्मनः पुनः पुनः इदानीं षष्टि षष्टि षष्टि षष्टि आत्मनः आत्मनोः आत्मानाम् आत्मनाम् आत्मनाम् आत्मनि आत्मनोः आत्मसु आत्मसु बहु समीचीनमस्ति महोदय, पार्श्वे नास्ति चेदपि क्लेशः नास्ति. समीचीनं महोदय. कामाक्षि भगिनी नमस्कारः, नरेश महोदय नमस्कारः. नमस्कारः महोदय. नमस्कारः. तत्र गीतासोपाने इदानीं तत्र आरम्भं कर्तुम् इच्छामः, किन्तु केवलं पुनस्मरणार्थं तत्र हलन्तशब्दानां पुल्लिङ्गरूपाणां तत्र पुनस्मरणं कुर्वन् स्मः. इदानीं तत्र मरुत् तकारान्तपदं मरुत् इति अस्ति तत्र. शुभदा भगिनि, मरुत् इति पदस्य रूपाणि वदति वा भगिनि? आं महोदय. मरुत् तकारान्तः शब्दः. मरुत् मरुतौ मरुतः प्रथमा. मरुतं केवलं तत्र यदि आवल्या पठतु भगिनि. मरुतः मरुतौ मरुतः. मरुतं मरुतौ मरुतः. मरुता मरुद्भ्यां मरुद्भिः. मरुते मरुद्भ्यां मरुद्भ्यः. मरुतः मरुद्भ्यां मरुद्भ्यः. मरुतः मरुतोः मरुतां. मरुति मरुतोः मरुत्सु. मरुत् मरुतौ मरुतः. हा समीचीनं भगिनि. तत्र दकारः कुत्र आगच्छति? केवलं केवलं तत्र तकारान्तस्थाने मरुत् इति स्थाने मरुद् इति कुत्र भवति? तत्र तृतीया चतुर्थी तृतीया चतुर्थी पञ्चमी द्विवचन च अपि च तृतीया चतुर्थी पञ्चमी बहुवचन. बहुवचन. हा तावदेव समीचीनं भगिनि. हा अन्यत्र सर्वत्र तत्र तकारान्त एव. तकारान्त एव. अस्तु समीचीनं भगिनि. इदानीं तत्र रघुपति महोदय तत्र सरित् इति पदस्य सरित् तकारान्तपदमस्ति महोदय. तत्र गीतासोपने अपि दत्तमस्ति प्रायशः, किन्तु मरुत् शब्दवत् एव अस्ति महोदय. अस्तु सरित् अस्तु अस्तु अस्तु सरित् सरितौ सरितः सरितं सरितं वा सरितं सरितौ सरितं सरितौ सरितः सरितः सरितः सरिता सरिद्भ्यां सरिद्भिः सरिते सरिद्भ्यां सरिद्भ्यः सरितः सरिद्भ्यां सरिद्भ्यः सरितः सरितोः सरिद्भ्यां सरिति सरितोः सरित्सु सरितः सरिति सप्तमी सरिति सरिति. समीचीनं महोदय. तत्र किं कुर्मश्चेत् सुलभं भवति एतेषां रूपस्मरणं? तत्र भवान् शब्दस्य एकवचनरूपं पश्यामः. तत्र भवान् इति पदस्य एकवचन विभक्तिरूपाणि कानि? भवान् इति प्रथमविभक्तौ, द्वितीयविभक्तौ भवन्तं, भवन्तं तृतीयविभक्तौ भवतः, चतुर्थौ भवते, तदनन्तरं पञ्चमी षष्टि भवतः भवतः, सप्तमी अस्ति भवति. तदेव अत्र सरित् इति अस्ति, तदनन्तरं सरितं, तदनन्तरं तृतीया अस्ति सरिता, सरिते, सरितः, सरितः, सरिति. किन्तु तद् अतः तत्र एकवचनस्य रूपं सुलभमेव अस्ति, ऊहा कर्तुं शक्नुमः. तदनन्तरं तत्र द्विवचने किमस्ति? तत्र यथा तत्र भवतोः तत्र भवन्तौ भवन्तौ भवद्भ्यां भवद्भ्यां भवद्भ्यां भवतोः भवतोः इति अस्ति. अतः तत्र सप्तपदानि सन्ति, किन्तु केवलं पदत्रयस्य एव स्मरणम् आवश्यकं खलु? तत्र भवन्तौ भवद्भ्यां भवतोः. अतः अत्रापि सरितौ द्विवारम् आगच्छति, सरिद्भ्यां त्रिवारम् आगच्छति, सरितोः पुनः द्विवारम् आगच्छति. अतः तत् कुर्मश्चेत् एकवचन द्विवचन मनसि सुलभतया स्थापितुं शक्नुमः. अस्तु तत्र नरेश महोदय, तत्र सरित् इति अस्ति, इदानीं तत्र तडित् इति तस्य रूपाणि वदति वा महोदय? तडितौ तडितः तडितं तडितौ तडितः तडिता तडित् तडित्यः तडितः तडित्यां तडित्यः तडितः तडितोः तडिताम् तडिति तडितोः तडित्सु तडित्सु. समीचीनं महोदय. अस्तु, हा सूर्यकुमारी भगिनी नमस्कारः. हा तत्र इदानीं तत्र केवलम् एकवचने, हा तत्र विद्युत् इति तदपि तकारान्तस्त्रीलिङ्गपदमेव, तत्र केवलम् एकवचने रूपाणि एकवारं वदतु भगिनि. विद्युत् विद्युतां विद्युता विद्युते विद्युतः विद्युतः विद्युति विद्युति. समीचीनं भगिनि. अतः तत्र हलन्तपदानां तत्र किम् अस्ति, तत्र तकारान्तस्त्रीलिङ्गं वा तकारान्तपुल्लिङ्गं वा भेदः नास्ति, अतः सुलभतया वयं कण्ठस्थीकरणं कर्तुं शक्नुमः. अस्तु, इदानीम् अग्रे गच्छामः. तत्र अभ्यासः यः अस्ति तत्र पुटसङ्ख्या 15 पुटे तत् कुर्मः. अस्तु, तर्हि तत्र ललिता भगिनी आरम्भं करोति वा तत्र? कथा न कथा न कथा गतवर्गे कृतवन्तः. तदनन्तरम् अग्रिमे पुटे तत्र कोष्टकम् अस्ति, पेज् 14 अस्ति तत्. मम समीपे फैल् नास्ति वा, PDF नास्ति वा गतवर्गे? तत्तु तत्तु मङ्गलवासरस्य अस्ति भगिनि, तत्र भानुवासरस्य PDF अपेक्षितम् नास्ति वा? एकवारम् एकनिमिषः भगिनि, एकनिमिषः, तत्र प्रायशः तत्र अस्तु, चाट् मध्ये प्रेषयामि तत्र लिङ्क्. अस्तु, प्रेषितवान् तत्र, पश्यतु भगिनि, प्राप्तवती वा? अस्तु, अस्तु, तर्हि तत्र ओके. अस्तु अस्तु, हा अत्र तृतीय पेज् 15 तृतीयपुटे अभ्यासः इति अस्ति. हा तत्र इट् स्टार्ट्स् आन् पेज् 13 भगिनि, ऐ एम् सेयिङ्ग् लुक् अट् दिस् थर्ड् पेज् तृतीयं पुटं. No, for me, you have sent me that mama samipe, the first page is aham varsham nigrinami. Tadanantra magrime pute putam pashyatu. Now, I got 15 is not there, but 9 pages are there. Nava pushta. Bhagini, yet Gitasopanasya putam yat asti, pratame pute putasankhya kim asti, adho bhage. किं का पुटसङ्ख्या अस्ति? अहं वर्षं निगृह्णामि इति अस्ति खलु भगिनि, अधोभागे अधोभागे का सङ्ख्या अस्ति? अधोभागे का सङ्ख्या अस्ति? भगिनि भगिनि अहं भगिनि भगिनि तत्र प्रथमपुटं पश्यतु, अहं वर्षं निगृह्णामि इति अस्ति खलु, अत्र अधोभागं गच्छतु, तत्र अधोभागम् अधोभागे एका सङ्ख्या अस्ति, का सङ्ख्या? सङ्ख्या न पुटसङ्ख्या 13 इति अस्ति खलु तत्र अधोभागे. अग्रिमे पुटे पेज् 14 अस्ति, तदनन्तरं पेज् 15 अस्ति भगिनि. न चिन्ता मास्तु भगिनि. हा इदानीं तत्र अभ्यासः अस्ति, तत्र अभ्यासः रिक्तस्थानानि. अस्तु, हा इदानीं पठतु भगिनि तत्र. आशिषौ आशिषः, हा तदनन्तरं श्रोतांसि इस् बहुवचने, अतः कीदृशपदं श्रोतांसि अस्ति चेत् तत् सकारान्तपदं, अस्ति त्वं श्रोतत् किञ्चित् उपरि गच्छति चेत् लभ्यते भगिनि, तत्र पेज् 14 मध्ये अन्तिमं सः एषः एतत् पदमेव अस्ति. श्रोतः श्रोतसि श्रोतांसि मनः मनसि मनांसि मनांसि सरः सरसि सरांसि श्रोतः श्रोतसि श्रोतांसि श्रोतांसि. अस्तु अग्रिममपि करोतु भगिनि. तत् अग्रिमं दिशौ दिशः दिशौ दिशौ तत्र दिशः इति कीदृशपदं दिशौ इति अस्ति कीदृशं पदं शकारान्तपदं शकारान्तपदं किन्तु एकवचने रूपं किं भवति दिशौ दिशः इति. समीचीनं भगिनि. समीचीनम् अस्तु अग्रे तत्र कामाक्षी भगिनी अग्रे पठति वा अस्ति वा नास्ति इति मन्ये. अस्तु श्रीनिवास महोदय नमस्कारः. अस्तु शुभदा भगिनी अग्रे पठति वा. आं महोदय. चक्षुः चक्षुषी एक मिनिट् चक्षुः चक्षुषी चक्षूंषी चक्षूंषी दृष्ट्वा कीदृशपदं चक्षुष शकारान्त नपुंसकलिङ्गिपदं नपुंसकलिङ्गपदं. समीचीनं भगिनि. समीचीनं. अग्रे परिषत् परिषदौ परिषदः परिषत् इति परिषदः इति अस्ति अतः दकारान्त दकारान्त स्त्रीलिङ्गिपदम्. अग्रे कर्म अग्रे कर्म कर्म इति कर्म कर्मन् नकारान्त नपुंसकलिङ्गि नपुंसकलिङ्गिपदं कर्म कर्मणि कर्माणि कर्म कर्मणि कर्माणि. समीचीनं भगिनि. गीताञ्जलि भगिनी नमस्कारः. अद्य वक्तुम् इच्छति वा भगिनि अथवा केवलं श्रूयते वा? अस्तु भगिनि. अस्तु भगिनि. चिन्ता मास्तु, यदि गन्तुम् इच्छति चेत् अपि चिन्ता मास्ति भगिनि. अतः अस्तु अस्तु अग्रे भगिनि तत्र मनसि इति अस्ति भगिनि अत्र तु नपुंसकलिङ्गं मनस् इति प्रातिपदिकम् अस्ति. मनः मनसि मनांसि. समीचीनं भगिनि. सकारान्तपदं नपुंसकलिङ्ग सकारान्त. समीचीनं. सरित् सरित् सकारान्त पुंलिङ्गपदं महोदय. स्त्रीलिङ्ग स्त्रीलिङ्गपदं ओ स्त्रीलिङ्ग स्त्रीलिङ्गपदं स्त्रीलिङ्ग सरित् दत्तमस्ति भगिनि तत्र सरित् इति अपि तत्र पेज् 14 तत्र सरित् सरित् सरितौ सरितः इति तकारान्तपदं. तदनन्तरं जगत् इति जगत् जगत् जगतौ जगतः न भगिनि तत्र जगत् जगति जगन्ति एतत् नपुंसकलिङ्गपदम् अस्ति भगिनि अतः तत्र तकारान्ते एव अस्ति किन्तु रूपभ्य तत्र तकारान्ते किं भवति स्त्रीलिङ्गं वा पुल्लिङ्गं वा रूपसामान्यम् अस्ति. न भगिनि नपुंसकलिङ्गपदम् अस्ति भगिनि अत्र एव तत्र सरित् आसीत् खलु तस्य अग्रिमं तडित् अस्ति तदनन्तरं विद्युत् अस्ति तदनन्तरं जगत् अस्ति भगिनि. किन्तु एकं श्लोकं जगतौ वन्दे इति तत्तु वागर्थाविव जगतौ वागर्थाविव संप्रुक्तौ वागर्थ प्रतिपत्ते जगतः पितरौ जगतः जगतः पितरौ वन्दे पार्वती परमेश्वरौ. अस्तु अस्तु ब्रह्मषष्ठी षष्ठी षष्ठी समीचीनं जगतः जगतः पितरौ. अस्तु महोदय जगत् जगति जगन्ति जगत् जगति जगन्ति. समीचीनं भगिनि. अन्तिमम् आपत् इति अस्ति. आपत् तु अपि स्त्रीलिङ्गपदं दकारान्त. आपद् अपि आपत् अपि समीचीनम् इति दत्तम्. आपदौ आपदः हा इति. समीचीनं भगिनि, धन्यवादः. धन्यवादः भगिनि. अस्तु अग्रे रघुवीरानन्द महोदय अग्रे करोति वा तत्र सरितौ द्वितीय. आवर्णे दत्तानां शब्दानाम् आधारेण रिक्तस्थानानि पूरयत. उदाहरणार्थं सरितौ आवर्णे सरित् प्रवहतः. सरितौ प्रवहतः. अर्जुनस्य स्वयं शब्दं करोति धनुष्. धनुष् इति प्रातिपदिकं. द्वितीय विवचनं वदामि वा महोदय? न महोदय, तत्र वचनमपि आवश्यकं, किन्तु तत्र केवलं प्रातिपदिकं दत्तमस्ति महोदय, एकवचनरूपम् इति न. तत्र सरित् इति दृष्ट्वा तत् प्रातिपदिकं वा एकवचन प्रथमविभक्तिरूपं वा इति भ्रमः भवति. प्रवहतः करोति, अतः एकवचनः अस्ति. आं महोदय, अर्जुनस्य धनुष् धनुः महोदय, धनुः इति रूपं तत्र शकारन्त धनुः धनुषः. नपुंसकलिङ्गमस्ति, सत्यं महोदय. अर्जुनस्य धनुः स्वयं शब्दं करोति. समीचीनं, हा समीचीनं महोदय. अस्तु अग्रे रघुपति महोदय. अस्तु रघुवीरानन्द महोदय अग्रिमपि करोतु महोदय, क्षम्यतां. गीतायाः वचस् अमृतसदृशानि. गीतायाः वचनम् न महोदय, तत्र सकारान्तपदं तत्र वचांसि बहुवचने अमृतसदृशानि. समीचीनं महोदय, वचांसि इति बहुवचने अस्ति तत्र. वचः वचसि वचांसि. तत्र अहं चिन्तयामि सकारान्तपदम् अत्र यत् दत्तमस्ति तत्र प्रायशः सकारान्तपदं केवलं नपुंसकलिङ्गे एव भवति इति मन्ये, खलु? न, क्षम्यतां, तत्र विद्वस् अपि अस्ति. क्षम्यतां, हा विद्वस् अपि अस्ति, हा सत्यं सत्यं. किन्तु वचस् हा नपुंसकलिङ्गे भवितुम् अर्हति अथवा पुल्लिङ्गे अपि भवितुम् अर्हति. अस्तु, हा समीचीनं महोदय. अग्रे कृष्णस्य आशिष् अर्जुनः जयं प्राप्नोति. कृष्णस्य अर्जुनः जयं प्राप्नोति. अर्जुनस्य जयं प्राप्नोति. समीचीनं महोदय, हा समीचीनम्. अस्तु अग्रिममपि करोतु महोदय तत्र. उद्विग्नकारिण्यौ सम्पद् सम्पद् विपत् उद्विग्नकारिण्यौ. हा तत्र प्रायशः सम्पद् विपद् च उद्वेगकारिण्यौ इति प्रायशः चकारस्य आवश्यकता अस्ति इति मन्ये, नो चेत् तत्र सम्पद् विपदौ हा तदपि वक्तुं सत्यं महोदय. हा धन्यवादः महोदय. अत्र कृष्णस्य आशीः अर्जुनः जयं प्राप्नोति इति हा तत्र मुद्रणदोषः अस्ति महोदय, मुद्रणदोषः अस्ति. प्रायशः अर्जुनस्य जयम् अथवा कृष्णस्य आशिषः अर्जुनः जयं प्राप्नोति कृष्णस्य आशिषस्य कारणात् इति तत् भवति वा? तत् सम्यक् अस्ति वा अत्र? अत्र तु एतावत् केवलं प्रथमाविभक्तिरूप आशिषा इति कृष्णस्य आशिषा तदेव आशिषः जयं प्राप्नोति. हा तत् भवति महोदय, अर्जुनः जयं प्राप्नोति. आशिषा अर्जुनः जयं प्राप्नोति. किन्तु एतावत् क्षम्यता, किन्तु एतावत् केवलं जयं प्राप्नोति. न आङ्ग्लभाषायां तत्र उच्चार्य तदनन्तरं किं भवति संस्कृते इति सर्वदा न करणीयं, केवलं संस्कृते एव चिन्तनीयं, नो चेत् तत्र क्लेशः भवति. टु अस्ति, फोर् अस्ति, फार् अस्ति, फ्रम् अस्ति, किं न न तत्र केवलं यदि तादृशः आसीत् भगिनि, तत्र संस्कृतस्य पठनेन कः लाभः? यत् आङ्ग्लभाषायाम् अस्ति सुलभतया संस्कृतेन कर्तुं शक्नुमः खलु, किन्तु अतः तत्र क्लेशः भवति इति भगिनि. तत्र अर्जुनः, तत्र अर्जुनस्य जयं प्राप्नोति. आशिषा इति आशिषा अस्ति चेत् अर्जुनः जयं प्राप्नोति इति समीचीनं, किन्तु एतावत् प्रथमविभक्तिरूपमेव दृष्टवन्तः. अर्जुनस्य जयं प्राप्नोति, अतः अर्जुनस्य जयं किं महोदय? द्विकर्मकधातु किमपि अस्ति वा तत्र? न न न, द्विकर्मकधातु न, तत्र जयं प्राप्नोति. आशिः जयं प्राप्नोति. कस्य आशिः? कृष्णस्य आशिः. कस्य जयम्? अर्जुनस्य जयम्. अतः केवलम् एकमेव कर्मपदमस्ति तत्र, जयं खलु. अर्जुनस्य जयम् इति तत्र भवति, किन्तु जयम् एकमेव तत्र. आशिः यतः स्त्रीलिङ्गं, हा सत्यम्, आशिः स्त्रीलिङ्गपदं, कर्तृप्रदम् आशिः महोदय. सत्यं भगिनि, हा आशिः प्राप्नोति. कस्य आशिः अथवा आशिः किं प्राप्नोति? आशिः जयं प्राप्नोति. कस्य जयं प्राप्नोति? आशिः, आशिः अर्जुनस्य जयं प्राप्नोति. कस्य आशिः अर्जुनस्य जयं प्राप्नोति? कृष्णस्य आशिः अर्जुनस्य जयं प्राप्नोति. तत्र अर्जुनः इति यद् मम पुस्तके अपि अस्ति, किन्तु तद् मुद्रणदोषः इति मन्ये भगिनि. अतः तत्र अर्जुनस्य इति भवति तत्र. Can it be Anglabhasha mastu ha ha krishnasya aashihi karanena arjunah jayam praknoti atat tritiya bhavati bhagine bhavati kintu etavat katatra kim prathama vibhakti rupam eva drushtavantah एकमेव पदं तत्र स्थापनीयम्. आं महोदय, परन्तु अहं वदामि अर्जुनस्य जयं प्राप्नोति. अस्तु अस्तु, अर्जुनः जयं प्राप्नोति इति एव भवतु, तस्य पूर्वं किं भवति तत्र? आशिषः. अतः तस्य पूर्वं किं भवति? कृष्णस्य. तदनन्तरं किं किं तत्र कारणेन इति, किन्तु तत्र पदद्वयं भवति. आशिष् अपि आशिः इति न भवति, आशिष् इति पदस्य षष्टिविभक्ति भवति अथवा तृतीयविभक्ति भवति, आशिषा कारणेन इति. अतः तत्र पदद्वयम् अस्ति खलु, अपि विभक्ति भिन्ना भवति. केवलम् इदानीं अत्र कोष्टकं जानीमः, तत्र तृतीयविभक्तिरूपं जानीमः, किन्तु पुस्तके एतावत् केवलं प्रथमविभक्तिरूपम् एव दर्शितम्. अस्तु महोदय, दर्शितम् अतः अस्तु. अग्रे रघुपति महोदय, अग्रे एकवारं महोदय, कुत्र अस्मा वयं? तत्र एव पुटसङ्ख्या 15 मध्ये इदानीं चतुर्थ वा दिक् न न न तत्र सोरि इदानीं सरस् इति कृष्णस्य, कृष्णस्य तदनन्तरं उद्वेगकारिणं तदपि कृतं, तदपि कृतम्. इदानीं तत्र सरस् इति नपुस्तकलिङ्गपदमस्ति. हंसैः शोभन्ते, हंसैः शोभन्ते. अस्तु, इदानीं सरः हंसैः अत न न सरांसि हंसैः शोभन्ते, सरांसि शोभन्ते इति बहुवचनमस्ति, अतः कर्तृपदं बहुवचनं भवति. सरांसि, सरः, सरसी, सरांसि. सरः, सरसि, सरांसि. सरः शोभते, सरसि शोभेते, सरांसि शोभन्ते. सरांसि हंसैः शोभन्ते. अग्रे महोदय. भगवान् अर्जुनाय दिव्ये दत्ते चक्षुष इति अस्ति. इदानीं दत्ते दिव्ये दत्ते इति अस्ति, अतः द्विवचनं चिन्तयामि. अतः चक्षुष अस्ति खलु, चक्षुः चक्षुषी चक्षुंषि, अतः चक्षुषी इति. दिव्ये चक्षुषी दत्ते इति. भगवान् अर्जुनाय दिव्ये चक्षुषी दत्ते इति वा. तत्र दिव्ये इति अस्ति, अतः तत्र अतः इति अहं न जानामि. दत्ते दत्ते इति रूपं ददाति न जानामि. तत्र प्रायशः भगवान् इति अस्ति, अतः तत्र क्रियापदम् इति स्यात् दत्ते इति रूपं, किन्तु लकारः न जानामि. किन्तु तत् प्रायशः तत्र एकवचने प्रथमापुरुषे एकवचनरूपं भवेत् खलु तत्र. भगवान् दत्ते इति अस्ति, अतः तत्र दत्ते इति रूपं तत्र द्रष्टव्यमस्ति. अष्टाध्यायी मध्ये द्रष्टव्यमस्ति. दत्ते इति महोदय द्युहोत्यादिगणे अस्ति, एकवचनरूपमस्ति. दत्ते ददाते ददते इति अस्ति. अस्तु अस्तु अस्तु. दत्ते एकवचन प्रथमपुरुषे एकवचन एकवचनरूपं. द लकारः कः महोदय तत्र? न, लट् लकार एव. लट् लकार एव. अस्तु. दत्ते ददाते ददते दत्ते ददाते. बहुवारं न पश्यामः अतः तत्र न स्थापितं भवति. धन्यवादः. नूतन अस्ति, नूतनमस्ति. दत्ते द्विवचने किमस्ति? ददाते ददाते ददते ददते. दत्ते ददाते ददत्ते ददते. अस्तु, समीचीनम्. अस्तु, अग्रे महोदय. अग्रे एकवारं महोदय चलति शोभन्ते. कृष्णस्य अस्तु. सत्येतस् अस्ति, अचेतस् इति अस्ति, अहं चिन्तयामि. कृष्णस्य मानुषं रूपं दृष्ट्वा अर्जुनः संवृत्तः. अर्जुनः सचेतः संवृत्तः. सचेतस् इति अस्ति, अहं चिन्तयामि सकारात् नपुंसकलिङ्गपदम् अस्मिन्. अत्र केवलं स्त्रीलिङ्ग नपुंसकलिङ्गपदे पदानि एव सन्ति. कृष्णस्य मानुषं रूपं दृष्ट्वा अर्जुनः सचेतः संवृत्तः. अर्जुनः सचेतः संवृत्तः इति. किन्तु तत्र किञ्चित् क्लेशः अस्ति महोदय तत्र. आमामां. यतः वदतु. अहं चिन्तयामि दृष्ट्वा अर्जुनः सचेतः संवृत्तः. अर्जुनः सचेतः इति अर्जुनस्य विशेषणं भवति. तद् नपुंसकलिङ्गे कथं भवति इति. अस्तु, संवृत्तः इति अस्ति, अतः तत्र प्रायशः सचेतसंवृत्तः इति प्रायशः तत्र संयुक्तपदं भवेत् इति मन्ये, किन्तु द्रष्टव्यम् अस्ति. आमां, सचेतसंवृत्तः इति प्रायशः भवेत्. संवृत्तः अभवत् अथवा जातः. सत्यं. अग्रे महोदय. अग्रे योगी कुशलः. योगी कर्मकुशलः. तत्रापि प्रायशः तत्र समस्तपदं भवति. कर्मकुशलः कर्मणि अथवा कर्मणि कुशलः. कर्मकुशलः अथवा कर्मणि कुशलः. कर्मकुशलः कर्मकुशल समस्तपदं भवेत्. अत्र पूर्वमपि तत्र सचेतसंवृत्तः इति अपि अत्र कर्मकुशलः इति. अस्तु, तत्र प्रायशः तेषां चिन्तनं किम् इति न जानीमः. अस्तु, किन्तु समीचीनमेव अस्ति. अस्तु, धन्यवादः महोदय. अग्रे गच्छामः. वदतु भगिनि, गीताञ्जलि भगिनि वदतु भगिनि. योगी इति तु एकवचनरूपं. योगी कर्म कुशलः न? कर्मणि तु समीचीनं नास्ति न महोदय? हा सत्यं भगिनि सत्यम्. अत्र किं किम् अस्ति तत्र कुशलता इति वदामः, तत्र यस्मिन् विषये कुशलः इति वक्तव्यं. सप्तमी विभक्तिरूपम् अपेक्षितं, किन्तु तद् न जानीमः एतावत्. अतः तत्र केवलं प्रथमविभक्तिरूपं स्थापयामश्चेत् तत्र किं भवति, कर्म अपि तदनन्तरं कुशलः इति पदद्वयं भवति चेत् तत्र दोषः भवति. न, कुशलः योगी तत्तु दोषः भवति. हा, तत्र किम् अस्ति खलु भगिनि, तत्र कुशलः इति योगीपदस्य विशेषणं भवति अत्र न महोदय, खलु? तदनन्तरं कर्तृपदमेव सर्वं कर्तृपदमेव. तत्र योगी कुशलः अस्ति इति वाक्यं भवति, पूर्णवाक्यं. योगी कुशलः अस्ति अथवा भवति इति वाक्यम् अस्ति एव क्रियापदम् अत्र. योगी कुशलः अस्ति अथवा भवति. इदानीं कस्मिन् विषये कर्मणि कुशलः भवति इति भवति, किन्तु तत्तु सप्तमीभक्तिरूपम् अस्ति. अतः योगी तत्र कर्मणि कुशलः इति समासं कृत्वा. महोदय, महोदय, अत्र उत्तराणि दत्तानि सन्ति, अतः कर्मणि अस्ति. अत्र पश्यतु 2.1 अस्ति पेज् अन्तिमे पुटे अस्ति उत्तराणि, अत्र 2.1 इत्यस्य ते दत्तवन्तः कर्मणि इति. इदानीं कर्मणि इति दत्तवन्तः 2.1 उत्तराणि उत्तराणि अत्र पश्यतु त्रि अत्र तृतीयाध्यायः अत्र 3.1 अभ्यासः अत्र सारि 2.1 सत्यं महोदय. किन्तु एतत् कर्मणि एतत् कथं भवति खलु महोदय? आमां न जानामि. सचेत इति अस्ति अर्जुनः सचेत्. अत्रापि तृतीय दत्तमस्ति भो, कृष्णस्य मानुषं रूपं दृष्ट्वा अर्जुनः सचेता संवृत्तः इति अस्ति. सचेताः संवृत्तः इति अस्ति इत्युक्ते किं सचेताः इत्युक्ते भ्रमः अस्ति. तत् प्रायशः समीचीनं नास्ति महोदय. तत्र मुद्रणदोषः तु अस्ति अत्र, एतद् जानीमः. सम्यक् अस्ति, सम्यक् अस्ति, चक्षुषी सम्यक् अस्ति. तदनन्तरं सचेताः, सचेताः इति किं तत्र सचेताः इति अपि च महोदय अपि च सरः इति दत्तमस्ति. सरः इति तत्तत् समीचीनं नास्ति खलु. सरः शोभन् सर सरांसि शोभन्ते खलु, सरः दत्तमस्ति अत्र उत्तरम्. अतः मुद्रणदोषः एव अस्ति, मुद्रणदोषः भवेत् अस्तु महोदय. शोभन्ते इति बहुवचनमस्ति अतः सरांसि एव भवेत् अस्तु. न द्रष्टव्यं तत्र उत्तराणि न द्रष्टव्यानि. आमामाम् यदि यदि तत्र दोषः भवेत् तद् भवतु अस्माकं दोषः, न तु पुस्तकस्य दोषः खलु. अस्माकं दोषः भवतु, चिन्ता मास्तु. पुनः वा तत्र पठामः, तदनन्तरम् अवगच्छामः. अस्तु, अत्र दोषः. एकनिमिषं महोदय, सम्पत् विपदौ तद् सम्पदौ विपदौ वा सम्पत् विपदौ? सम्पद् विपदौ इति एकवर एकपदं कृत्वा भगिनि. तत्र यदि सम्पद् विपद् च इति सम्पद् अनन्तरं कामः अस्ति न भगिनि, तत्र उत्तरमहं न दृष्टवान्. किन्तु भगिनि तत्र एतद् वक्तुं शक्नुमः, रामः लक्ष्मणः च स्तः इति खलु. रामः लक्ष्मणः च स्तः अथवा रामलक्ष्मणौ स्तः इति वक्तुं शक्नुमः. समीचीनं वा लक्ष्मी भगिनी? अतः तत्र रूपद्वयमस्ति, स्तः इति द्विवचने अस्ति, किन्तु पूर्वं रामः लक्ष्मणः च स्तः अथवा रामलक्ष्मणौ स्तः. अतः तत्र सम्पद् विपद् च इति उपयोगाय वाक्यं भवति, नो चेत् सम्पद्विपदौ इति पदद्वयं तत्र मिलित्वा एकं पदं कृत्वा, संयुक्तपदं कृत्वा सम्पद्विपदौ इति. सम्पद्विपदौ इति तत्र सम्पद् अपि धकारन्ति, प्रातिपदिकमेव करणीयं भगिनि, अतः सम्पद्विपदौ. महोदय, वचस् इति शब्दस्य अर्थः कः? वचः, वचः इति तद् वर्ड् इति यद् वदामः, यद् वदामः तद् वचः. तद् वाक् इति शब्दस्य भिन्नः वा? सत्य, तत्र वच् धातुः अस्ति, वद् धातुः अस्ति, एतद् वचस् इति तद् वच् धातोः रूपम् इति ततः आगतं पदं तत्र भिन्नम् अस्ति भगिनि. वचः इत्युक्ते वर्ड्, वर्ड् इति अतः इत्युक्ते स्पीच्. तदपि प्रायशः समानमेव, तत्र स्पीच् वच् अपि स्पीच् वर्ड् सर्वं भवति, वाक् अपि वर्ड् इति भवति, किन्तु किन्तु तत्र तत्र भेदः अस्ति. व्याकरणे इत्युक्ते तत्र धातुः कः इति प्रश्ने सति तत्र भेदः अस्ति भगिनि. चक्षुंषि तत्र वचनं किं द्विवचनं? तत्र दिव्य अपि लिङ्गं किं तत्र? नपुंसकलिङ्गं. वनं वने वनानि, दिव्यं दिव्ये दिव्यानि, किन्तु तत्र चक्षुः चक्षुषी इति अतः द्विवचनं. समीचीनं भगिनि. अतः दिव्यं चक्षुः, दिव्ये चक्षुषी, बहुवचने चक्षुंषि. किन्तु दिव्यम् इति यत् अस्ति, दिव्यं दिव्ये दिव्यानि, दिव्यानि चक्षुंषि इति भवति. किञ्चित् क्लेशकरम् अस्ति. धन्यवादः. अस्तु, अग्रे गच्छामः तर्हि. तत्र इदानीं तत्र लक्ष्मी भगिनी अग्रे पठति वा? लक्ष्मी भगिनी अग्रे पठति वा? अस्तु, अस्तु, पठामि. ललिता भगिनी वा? अस्तु भगिनि, ललिता भगिनी पठतु. अस्तु, पाठस्य आधारेण एतेषां प्रश्नानाम् उत्तराणि लिखत. आधारेण तृतीया विभक्ति, पाठस्य षष्ठीविभक्ति, पाठशब्दस्य आधारेण based on that. आङ्ग्लभाषा मास्तु संस्कृते तत् उपयुज्य तत् दृष्ट्वा पाठं दृष्ट्वा तत्र एतेषां षष्ठीविभक्ति बहुवचन प्रश्नानां बहुवचन षष्ठीविभक्ति उत्तराणि लिखत. कानि नवाम्बसा पूर्णानि भवन्ति? प्रथमपुटे कथा अस्ति खलु, कथे अस्तु, प्रातिपदिकं बहुवचनरूपम् अन्तः अस्तु. अत्र सर्वे मिलित्वा एतत् कुर्मः, यतः तत्र कथाविषये सुलभतया न प्राप्नुमः इति कृत्वा तत्र कोऽपि वदति वा? सर्वे यः प्राप्यते सः अथवा सा वदतु, कानि नवाम्बसा पूर्णानि भवन्ति? सरितः नवाम्बसा पूर्णानि भवन्ति. समीचीनं, समीचीनम् अस्तु, समीचीनम् अस्तु. अग्रे अनावृष्ट्या काः सम्भवन्ति? आपदः, अनावृष्टेः, अनावृष्ट्या अस्तु दत्तमस्ति. आपद, आपद् इति पदस्य बहुवचनरूपम् अस्ति. आपदः, आपदः, आपदः सम्भवन्ति. समीचीनं. पर्यावरणप्रदूषणेन किं परिवर्तते? पर्यावरण दूषणेन ऋतूनां गतिविगतयः परिवर्तते. किं परिवर्तते इति, हा तत्र प्रायशः अन्तिमवाक्यम् अपेक्षितम् इति अस्ति. हा समग्रं जगत्, समग्रं जगत् परिवर्तते. यत् उक्तं पूर्वम् उक्तं तदपि सत्यं, किन्तु तस्य उपरि अपि परिवर्तनं भवति इति कृत्वा. जलस्य अभावेन काः शुष्यन्ति? सरितः शुष्यन्ति. सरितः इति बहुवचने, तत्र रूपं किम् अस्ति एकवचने? सरित् अतः सरितः शुष्यन्ति. सरित् किं भवति? शुष्यति. सरित् शुष्यति. सरितौ शुष्यतः. समीचीनं. वियति काः प्रकाशन्ते? वियति तडितः प्रकाशन्ते. तडितः प्रकाशन्ते. अतः तत्र तडित् प्रकाशते, तडितौ प्रकाशतः, प्रकाशतः न न एतत् प्रकाशन्ते इति आत्मनेपदि धातुः अस्ति. प्रकाशेते. समीचीनं. प्रकाशेते, प्रकाशन्ते. समीचीनं. अस्तु अग्रे. अतिवृष्ट्या किं सञ्जायते? महति विपद् सञ्जायते. अस्तु. महति विपद् सञ्जायते. महति विपद् सञ्जायते. तत्र सञ्जायते, विपद् सञ्जायते, तदनन्तरं विपदौ. इदानीं तत्र महति इति अस्ति, तदपि कुर्मः. महति विपद्, महति इति स्त्रीलिङ्गे अस्ति. महति विपद् सञ्जायते. इदानीं तत्र द्विवचने रूपं किं भवति? महती इति एकवचने अस्ति. द्विवचने महत्यौ, महत्यौ, महत्यौ विपदौ, विपदौ सञ्जायेते, सञ्जायेते. तदनन्तरं महत्, महती किं भवति बहुवचनं? महत्यः, महत्यः, विपदः सञ्जायते. समीचीनं, समीचीनम्. अस्तु अग्रे. विषमयपदार्थानां मेलनेन कानि प्रदूषितानि भवन्ति? जलस्रोतांसि प्रदूषितानि भवन्ति. तत्र प्रदूषितानि, तत्र जल स्रोतांसि प्रदूषितानि. प्रदूषितं किं? जल प्रदूषितम् एकवचनं. प्रदूषितं स्रोतः, जलस्रोतः, जलस्रोतः प्रदूषितं. जलस्रोतसौ न न तत्र स्रोतः, स्रोतसि, स्रोतांसि नपुंसकलिङ्गे. अतः जलस्रोतः प्रदूषितं, जलस्रोतसि, प्रदूषिते, प्रदूषिते, जलस्रोतांसि, स्रोत्रांसि न, तत्र रकारः एकवारमेव. श्रोतांसि, श्रोतांसि, श्रोतांसि, जलस्रोतांसि, श्रोतांसि, श्रोतांसि प्रदूषितानि. अस्तु अग्रे. तत्र बीजानां वपनेन का वर्धते? तस्य सम्पत् बीजानां वपनेन तस्य सम्पत् वर्धते. सस्यसम्पद् वर्तते. अस्तु, तत्र वर्धते, तत्र सस्यसम्पद् वर्धते. अस्तु, सस्यसम्पद् वर्धते. इदानीं तत्र द्विवचने सस्यसम्पदौ सम्पदौ वर्धेते, सम्पदौ वर्धेते. तत्र सस्यसम्पदः वर्धन्ते, वर्धन्ते. समीचीनम्. अस्तु, इदानीं तत्र जलबिन्दवः भुवि कथं निपतन्ति? भगवतः आशिषः इव इव निपतन्ति. समीचीनं भगिनि. इदानीं तत्र आशिषः इव निपतन्ति जलबिन्दवः. जलबिन्दु भुवि निपतति, कथं निपतति? भगवतः आशीः इव, आशीः इव जलबिन्दुः भुवि निपतति. इदानीं तत्र भगवतः द्विवचने किं भवति? आशीः, आशिषौ, आशिषः. अतः भगवतः आशिषौ इव जल द्विवचने रूपं किं भवति? न न न, बिन्दवः, बिन्दवः इति कीदृशपदं? जलबिन्दु. गुरुपदं. गुरुः, गुरु, गुरवः. जलबिन्दु निपतन्ति इति स्थाने किं भवति? निपततः. निपततः निपतन्ति. पठति, पठतः, पठन्ति, निपतत्. क्षम्यतां, तत्र निपततः, निपततः, निपतति, निपततः, निपतन्ति. अस्तु, अन्तिमं रघुपति महोदय किञ्चित् म्यूट् मध्ये गच्छतु. अस्तु, अन्तिमं तत्र अनावृष्ट्या किम् असाध्यं भवति? अनावृष्ट्या कृषिकर्म असाध्यं. कृषिकर्म इति असाध्यं भवति. कृषिकर्म इति कीदृशपदं? नपुंसकलिङ्गं वा स्त्रीलिङ्गं वा? कर्म इति नपुंसकलिङ्गपदं. कर्म इति नपुंसकलिङ्ग, नकारान्त नपुंसकलिङ्ग, कर्मन् पदं, कर्मन् शब्दः. अतः तत्र अनावृष्ट्या कर्म असाध्यं भवति. इदानीं तत्र द्विवचने रूपं किं भवति? अनावृष्ट्या कर्मणि, कर्मणि कृषिकर्मणि, कृषिकर्मणि असाध्यं भवतः. असाध्यं विशेषणं भवति, विशेषणं भवति. भवतः इति क्रियापदं समीचीनं, भवतः इति. किन्तु असाध्यमपि तत्र विशेषणं भवति, कर्मणि इति. असाध्ये, असाध्ये भवतः. अनावृष्ट्या कृषिकर्मणि असाध्ये भवतः. इदानीं बहुवचने अनावृष्ट्या कृषिकर्माणि असाध्ये भवन्ति. समीचीनं, समीचीनम्. अस्तु, अस्तु, तर्हि तत्र अधोभागे यत् अस्ति तत्र प्रायशः केवलं तत्र दर्शयति, तत्र किम् अन्तं दृष्ट्वा तत्र सरितः बहुवचनरूपं दृष्ट्वा तत्र प्रातिपदिकं किम् इति तद् दर्शयति तावदेव. तत्र बहुवचनरूपं दृष्ट्वा वयं जानीमः प्रातिपदिकस्य अन्तिमवर्णः कः इति, तावदेव. अस्तु, तर्हि तत्र अग्रे गच्छामः. तत्र अहं चिन्तितवान् अद्य तत्र कथाम् एकवारं पठामः इति, किन्तु तत्र एतदपि अस्ति, तत्र किं कुर्मः? कथां पठामः वा अथवा एतत् अद्य कथां पठामः वा अथवा तत्र अग्रिमे पुटे यदस्ति तत् पठामः वा? किं चिन्तनं कथां पठामः कथां पठामः अस्तु तदनन्तरम् अग्रे तदनन्तरं पुनः अत्र आगत्य एतदपि पठामः किन्तु अद्य किञ्चित् कथामपि पठामः अस्तु तर्हि तत्र सूर्यकुमारी भगिनी तत्र आरम्भं करोति वा अग्रिमे पुटे अष्टादश हा सत्यं सत्यं हा प्रयत्नाध्यतमानस्तु प्रयत्नाध्यतमानस्तु हलन्तशब्दाः द्वितीय तृतीय चतुर्थी विभक्तयः तद्विषये कदा एतां कदाम् उच्चैः पठ आन्ध्रप्रदेशे देवशर्मणा किञ्चित् उच्चैः पठतु भगिनि एतां कदाम् उच्चैः पठत अवगच्छत च पुरा आन्ध्रप्रदेशे देवशर्मा नाम कश्चन धीमान् ब्राह्मणः आसीत् तस्य एकः एव पुत्रः देवशर्मा पुत्रस्य मल्लिनाथः इति नाम कृतवान् पिता सर्वशास्त्रविद्वान् च आसीत् किन्तु पुत्रः मल्लिनाथः तु अलसः निरक्षरश्च पुत्रं कथमपि बुद्धिमन्तः पुत्रं कथमपि बुद्धिमन्तं शास्त्रविद्वांसं च कर्तुं देवशर्मा महान्तं प्रयासं पुत्रं पाठयितुम् अन्यान् विदुषः नियोजितवान् तथापि मल्लिनाथः किमपि नैव अधीतवान् हा धन्यवादः भगिनि हा अस्तु अग्रे नरेश महोदय कालः गतः मल्लिनाथः वयसा वपुषा च युवा सञ्जातः कयाचित् विदुष्या कन्यया सह तस्य विवाहः प्रवृत्तः एकदा मल्लिनाथः श्वशुरगृहं गन्तुम् उद्युक्तः आसीत् तदा तस्य पिता शास्त्रविद्भिः श्यालैः मूर्खः मम पुत्रः उपहसितः भविष्यति इति विचार्य तं बहुधा उपदिष्टवान् ततः मल्लिनाथः श्वशुरगृहं प्राप्नोत् तत्र द्वित्रैः दिनैः एव श्यालैः ज्ञातं यत् आवुत्तः निरक्षरः अस्ति इति ते कठोरवाग्भिः मल्लिनाथं परिहसितवन्तः तेषां परिहासवचांसि श्रोतुम् अशक्ता मल्लिनाथस्य पत्नी पत्या सह स्वगृहं प्रति प्रस्थितवती समीचीनं महोदय समीचीनं शुभदा भगिनी अग्रे आं महोदय मार्गमध्ये कुत्रचित् मल्लिनाथः पन्थानम् उभयतः स्थितान् पलाशशाखिनः दृष्टवान् तेषु मनोहराणि पुष्पाणि विकसितानि आसन् तानि दृष्ट्वा सः नितरां तुष्टः अभवत् पुष्पदर्शनेन तुष्टं पत्नी उक्तवती आम् पलाशकुसुमं मनोहारी एव परम् अविद्यावन्तं भवन्तं यथा तथैव निर्गन्धम् इदं पलाशपुष्पमपि जनाः निष्प्रयोजनं मन्यते इति। पत्न्याः तया वाचा मल्लिनाथः जागरितः अभवत्। स्वस्य अज्ञानविषये सः लज्जाम् अन्वभवत्। ततः सः शास्त्रसम्पदं कथमपि उपार्जितुं मनसा निश्चितवान्। पत्नीं स्वगृहं प्रापय्य ज्ञानार्जनाय वाराणसीम् अगच्छत् च। समीचीनं भगिनी, धन्यवादः। अस्तु, गीताञ्जलि भगिनी अग्रे पठति वा? आं महोदय। मल्लिनाथः तत्र कञ्चित् यशस्विन् यशस्विनं सर्वशास्त्रविदं पण्डितम् उपगत्य आत्मानं शिक्षितुम् अयाचत। तस्य विनयेन सौम्यया वाचा च आकृष्टः सः करुणार्द्रमनाः पण्डितः तं स्वगृहं नीत्वा पाठयितुम् आरब्धवान्। प्रतिदिनं भवती भोजने तस्मै किञ्चित् निम्बतैलम् अपि परिवेशयतु। यस्मिन् दिने सः निम्बतैलस्य तिक्तत्वम् अनुभवति तदा मां सूचयतु इति सः पत्नीम् आदिशत्। सा तथैव कृतवती। अध्ययने एव दत्तचित्तः मल्लिनाथः कदापि भोजने रुचिं न लक्षितवान्। समीचीनं भगिनि, धन्यवादः। अस्तु, अग्रे तत्र लक्ष्मी भगिनी पठति वा अग्रे? अस्तु महोदय। मल्लिनाथः महान्तं कालं तत्र यापितवान्। वेदान् उपनिषदः इतरशास्त्राणि च महदा परिश्रमेण अधीतवान्। एकदा सः गुरुपत्नीं पृष्टवान्, अम्बा अद्य भोजने कथमपि निम्बतैलं पतितम् अस्ति इति प्रतीयते, कथम् एतत् सञ्जातम् इति। ततः सः भोजनं परिसमाप्य गतवान्। गुरुपत्नी सर्वं वृत्तान्तं पतिं न्यवेदयत्। सः नितरां तुष्टः अभवत्। सः मल्लिनाथम् आहूय वत्स, अद्य तव अध्ययनं समापितं गतम्। वस्तुतः प्रतिदिनमपि तव भोजने निम्बतैलं परिविष्टम्, परन्तु अध्ययने एव दत्तचित्तः त्वं भोजनस्य रुचिम् एव न लक्षितवान् एतावन्ति वर्षाणि। तादृशी अध्ययन मग्नता आसीत् तव। त्वम् अद्य पण्डितः असि, त्वां सर्वे अङ्गीकुर्वन्ति। विद्यार्जनाय यशसे च बहवः विद्यार्थिनः त्वाम् उपगमिष्यन्ति। इतः परं त्वं स्वगृहं गन्तुम् अर्हसि इति उक्तवान्। धन्यवादः भगिनि, धन्यवादः। अस्तु, तत्र एतावत् यः अथवा या न पठितवती अथवा पठितवान्, तत्र सर्वे पठितवन्तः इति मन्ये खलु? अस्तु, तत्र रघुवीरन्दमहोदय मल्लिनाथः महान्तम् आनन्दम् अनुभूतवान्। सः तस्मै महाज्ञानिने गुरवे दक्षिणां प्रदाय ततः आशिषः च लब्ध्वा अतिनिवृत्तः ततः सः विविधशास्त्रविदः बहून् विदुषः वादे पराजित्य पारितोषकाणि प्राप्य श्वशुरगृहं गतवान् शालान् श्वशुरं चापि पराजित्य पत्न्या सह सुखेन जीवनं व्यापितवान् गच्छता कालेन सह बहून् ग्रन्थान् रचितवान् अयमेव मल्लिनाथः कालिदासस्य कृतीनां पञ्चमहाकाव्यानां च टीकाः अरचयत् अतः एषः मल्लिनाथः प्रसिद्धः मल्लिनाथः हा आमां प्रसिद्धः मल्लिनाथः बहु प्रसिद्धः खलु तत्र विज्ञान तत्र कालिदासस्य कृतीनाम् अपि पञ्चमहाकाव्यानां च टीकाः अरचयत् तत्र पञ्चमहाकाव्यः काः इति तत्र रघुवंशः कुमारसम्भव अभिज्ञानशाकुन्तलम् अपि अन्य कोऽपि स्मरति वा तत्र माधविकाग्निमित्र मेघसन्देशः मेघदूतम् अथवा मेघसन्देशः अस्तु हा तदनन्तरं तत्र प्रायशः पञ्च अभवत् वा रघुवंशः अभिज्ञानशाकुन्तल मेघदूतं कुमारसम्भव मालविकाग्निमित्रम् इति अपि अस्ति हा अस्तु किन्तु तत्र कृतीनामपि इति दत्तमस्ति तद् कृतीनाम् इति तत्र तत्र एकमेव जानामि श्यामलदण्डकम् इति अस्ति तत्र किन्तु तद्विहाय तत्र अन्यत् कालिदासस्य काव्यं विहाय किं किम् अस्ति इति न जानामि यदि कोऽपि जानाति चेत् सूचयतु अस्तु तर्हि तत्र बहु समीचीनमस्ति तत्र निम्बुतैलस्य महत्त्वं सर्वे अवगतवन्तः खलु मध्ये निम्बुतैलम् इति आगतम् आसीत् अनुभवः नास्ति इति अस्तु किन्तु तत्र तस्य महत्त्वं कथायां महत्त्वम् इति तत्तु जानाति खलु निम्बुतैलम् इत्युक्ते लेमन् आयिल् लैम् आयिल् अथवा लेमन् आयिल् इति निम्बतैलम् इति अस्ति हा अस्तु रघुवीरेन्द्र महोदय तत्र आरम्भतः पङ्क्तिशः किञ्चित् पठामः वा इदानीं महोदय एतां कथाम् उच्चैः पठत अवगच्छत च पुरा आन्ध्रप्रदेशे देवशर्मा नाम कश्चन धीमान् ब्राह्मणः आसीत् महोदय तत्र प्रायः नाम किन्तु नाम तत्र अव्ययं वा महोदय नाम इति नामन् इति प्रायः अस्ति तत्र नामन् देवशर्मा नपुंसकलिङ्गमस्ति किन्तु अत्र महोदय तत्र स्थूलक्षरैः यद् मुद्रितमस्ति तत् केवलं द्वितीया तृतीया चतुर्थी विभक्तिरूपाणि प्रथमविभक्तिरूपे हलन्तपदं भवेत् किन्तु तत् स्थूलक्षरं तस् मुद्रितं स्थूलक्षरैः न मुद्रितमस्ति सत्यम् अतः तत्र देवशर्मा इति तत्र शर्मन् देवशर्मन् देवशर्मा पुत्रस्य मल्लिनाथः इति नाम कृतवान् तत्र धीमान् ब्राह्मणः धीमत् इति प्रायः प्रातिपदिकं धीमान् ब्राह्मणः पिता सर्वशास्त्रविद् शास्त्रवित् महोदय हा तत्र सुहृद् इव महोदय तत्र स सर्वशास्त्रविद् सुहृद् पदमिव सुहृद् सुहृदौ सुहृदः सर्वशास्त्रविद् सर्वशास्त्रविधौ सर्वशास्त्रविदः इति दकारान्तपदं विद्वान् अपि विद्वान् तदस्ति विद्वान् विद्वांसो विद्वांसः इति विद्वान् विद्वान् क्षम्यतां तत्र विद्वान् तत्तु जानीमः खलु सकारान्तपदं विद्वान् विद्वांसो विद्वांसः हलन्तपदमेव किन्तु पुत्रः मल्लिनाथः तु अलसः निरक्षरश्च तत्र मल्लिनाथः अलसः अपि निरक्षरः च पुत्रं बुद्धिमन्तं तत्र भवान् भवन्तं धीमान् धीमन्तं बुद्धिमान् बुद्धिमन्तं तत्र द्वितीयविभक्तिरूपं भवन्तं भवन्तौ भवतः बुद्धिमन्तं बुद्धिमन्तौ बुद्धिमतः आम् महोदय शास्त्रविद्वांस् विद्वांसम् शास्त्रविद्वांसम् इदानीं तत्र विद्वांसः विद्वान् विद्वांसौ विद्वांसः विद्वांसं विद्वांसौ विदुषः इदानीं विदुषः इति भवति रूपं कुत्र महोदय विदुषः द्वितीयविभक्तिरूपं महोदय बहुवचनं अग्रे अपि आगच्छति अतः अहम् उक्तवान् महोदय विद्वांसौ इति तत्र विद्वस् इति सकारान्तपदं विद्वान् विद्वांसौ विद्वांसः प्रथमविभक्तिरूपम् अपि द्वितीयविभक्तिरूपम् अस्ति विद्वांसं विद्वांसौ विदुषः शास्त्रविद्वांसं च कर्तुं देवशर्मा महान्तं प्रयासं कृतवान् महत् पदं वा महोदय महत् पदं महान् इति तत्र भवान् इति अथवा भवत् महत् महान्तम् अथवा मरुत् इति न क्षम्यतां तत्र भवन्त भवत् शब्दवत् एव तकारान्तपदं मरुत् शब्दवत् तत्र इन् इति अस्ति महान्तम् इति तत्र प्रयासः इति पुल्लिङ्गे अस्ति तत्र प्रयासम् इति कर्मपदं प्रयासं कृतवान् महान् प्रयासः महान्तं प्रयासं कृतवान् अतः तत्र महान्तम् इति द्वितीयविभक्तिरूपम् अस्ति कर्मपदम् इति कृत्वा तत्र अपि तत्र किमर्थं बुद्धिमन्तं शास्त्रविद्वांसम् इति द्वितीयविभक्तिरूपम् अस्ति कर्मस्य विशेषणं तत्र देवशर्मा कर्तुं किमपि कृतवान् किं कर्तुं गतवान् किं कर्तुम् इष्टवान् सः पुत्रं बुद्धिमन्तं कर्तुम् इष्टवान् अथवा बुद्धिमन्तं कर्तुं अतः शास्त्रविद्वांसं कर्तुं देवशर्मा महान्तं प्रयासं कृतवान् समीचीनं रघुपति रघुवीरानन्द स्वामी अग्रे पुत्रं पाठयितुम् अन्यान् विदुषः नियोजितवान् अपि अत्र विद्वांसः इति अस्ति खलु महोदय अन्ये विद्वांसः बहुवचने किन्तु इदानीं तत्र द्वितीयविभक्तिरूपम् अस्ति अन्यान् नियोजितवान् विदुषः नियोजितवान् अथवा विद्वांसं नियोजितवान् एकवचने अन्यं विद्वांसं नियोजितवान् अथवा बहुवचने अन्यान् विदुषः नियोजितवान् अपि अतः केवलं सः एव केवलं प्रयासं न कृतवान् अन्यान् अपि नियोजितवान् तत्र किन्तु सफलता न प्राप्ता तत्र द्वितीया विभक्ति किमर्थं प्रयोगं कृतं नियोजितवान् सः नियोजितवान् कं नियोजितवान्? अतः तत्र महोदय तत्र मल्लिनाथः नियोजितवान् इति वाक्यं भवति महोदय. मल्लिनाथः पुत्रं पाठयितुं मल्लिनाथः नियोजितवान्. किं कर्तुं नियोजितवान् अथवा मल्लिनाथः कं नियोजितवान्? मल्लिनाथः अन्यान् विदुषः नियोजितवान्. किं कर्तुम् अन्यान् विदुषः नियोजितवन्तः? मल्लिनाथः तस्य पुत्रं स्वपुत्रं पाठयितुं अन्यान् विदुषः नियोजितवान्. ओ क्षम्यतां क्षम्यतां मल्लिनाथः न क्षम्यतां धन्यवादः भगिनि. हा मल्लिनाथः न देवशर्मा एतत् कृतवान्. हा धन्यवादः भगिनि. हा धन्यवादः. हा मल्लिनाथः न देवशर्मा एतत् कृतवान्. धन्यवादः भगिनि. हा अग्रे महोदय. तथापि मल्लिनाथः किमपि नैव अधीतवान्. समीचीनं महोदय. हा तत्रापि तत्र हलन्तपदमेव अधीतवत् इति. तत्र अधीतवान् इति पदस्य द्वितीयविभक्ति एकवचनरूपं किम् अस्ति? अधीतवन्तम्. अधीतवन्तम् अधीतवन्तं बुद्धिमन्तं हा भवन्तम् अधीतवन्तं. समीचीनं महोदय. हा धन्यवादः. अग्रे हा अग्रे अन्य कोऽपि करोति वा तत्र कः अथवा का कर्तुम् इच्छति? अहं करोमि. अस्तु अस्तु अस्तु महोदय. कालः गतः. मल्लिनाथः वयसा वपुषा च युवा सञ्जातः. वयसा इति तृतीयविभक्ति अस्ति. वयस् इति अस्ति खलु. वयः वयसि वयांसि वा वयस् वयसि तत्र वयस् प्रायशः तत्र वयसा वयस् सत्यं महोदय. वपुष् अपि तदपि वपुष् अपि नपुंसकलिङ्गे अस्ति. नपुंसकलिङ्गे वयस् वयसा वपुषा युवा सञ्जातः. कयाचित् विदुष्या कन्यया सह तस्य विवाहः प्रवृत्तः. तस्य विवाहः प्रवृत्तः कया सह कन्यया सह? कीदृशी कन्या? विदुष्या कन्यया सह. पुनः केचित् कयाचित् इति अस्ति. तत्र कयाचित् विदुषी विदुष्या इति कया कन्यया सह तस्य विवाहः प्रवृत्तः कयाचित् इति. कयाचित् कन्यया असर्टन् तत्र तृतीयविभक्ति. चित् इति विदुष्या कन्यया इत्युक्ते तत्र विद्वांसः या कोऽपि अस्ति तस्य कन्या अथवा तस्य कन्यया इति. वपुषा इति सापि विदुषी महोदय. ओ क्षम्यतां क्षम्यताम् आम् क्षम्यतां धन्यवादः महोदय. सत्यं सत्यं सापि विदुषी सत्यं सत्यं विदुषी सत्यं महोदय धन्यवादः. वपुषा इत्युक्ते फार्म् इति देहस्य फार्म् इति. तत्र सहस्रनामे अपि भवति खलु तत्र विष्णुसहस्रनामे अपि भवति तत्र नृसिंहवपुः इति वपुः इति भवति. हा न स्मरामि किन्तु वपुः इति अस्ति फार्म् इति. हा सत्यं भवति महोदय. विदुष्या इति विदुषी इति सत्यं विदुषी कन्या विदुष्या कन्यया. हा पूर्वकाले तर्हि स्त्री अपि पठन्ति सम्यक् रीत्या. तत्र गर्गी अस्ति अपि केवलं अतः तत्र पुराणकालः अपि पुराणकाले एतादृशी स्थितिः अद्यतनकाले अपि एतादृशी स्थितिः. आं महोदय धन्यवादः महोदय. खलु विदुष्या कन्यया सह तस्य विवाहः प्रवृत्तः. तदपि भवति खलु एतादृशी अस्मिन् काले अपि. क्षम्यतां, युवा सज्जातः इत्युक्ते युवकः, युवकः अभवत् इति अभवत् इति, सञ्जातः इत्युक्ते अभवत्, किन्तु तत्र विशेषणरूपेण भवति, तत्र मल्लिनाथः सञ्जातः, कः सञ्जातः, युवा सञ्जातः इति, युवकः सञ्जातः. अग्रे महोदय. अस्तु, एकदा मल्लिनाथः श्वशुरगृहं गन्तुम् उद्युक्तः आसीत्, सः उद्युक्तः आसीत् श्वशुरगृहं गन्तुं, उत्साहितः आसीत्. तदा तस्य पिता, शास्त्रविद्भिः श्यालैः मूर्खः मम पुत्रः उपहसितः भविष्यति इति विचार्य तं बहुधा उपदिष्टवान्. अत्र शास्त्रविद् अस्ति, शास्त्रविद् शास्त्रविद् शास्त्रविद्भिः इति बहुवचने तृतीया विभक्ति. श्यालैः, कैः उपहसितः भविष्यति, श्यालैः तत्र शास्त्रविद् इति, तत्र विद्भिः, तत्र शास्त्रविद्, तत्र सुहृत् दकारान्तपदम् इति अथवा तकारान्तपदं वा, शास्त्रविद् इति प्राशः अस्ति खलु महोदय, शास्त्रविद् वित् अस्ति खलु, विद् वेद् वित् वित् दकारान्तपदम् अहं चिन्तयामि, शास्त्रविद् भवति, विद् शास्त्रविद् विद् एव खलु महोदय, शास्त्रविद्भिः अस्ति खलु, विद् इति विद् दकारान्तपदं, शास्त्रविद्भिः तृतीया, तत्र तृतीया बहुवचन, बहुवचनरूपं विद्भिः, तत्र श्यालैः, श्यालः श्यालैः तज्जानीमः, श्यालः इत्युक्ते कः, श्यालः इत्युक्ते पत्न्याः अनुजः वा अग्रजः, पत्न्याः भ्राता, भ्राता पत्न्याः भ्राता, पत्न्याः भ्राता श्यालः, श्यालः ते तु शास्त्रविद् तत्र विद् विदः शास्त्रविदः ते, सर् शास्त्रविदः आसन् ते, ते श्यालाः, ते श्यालाः शास्त्रविदः आसन्, अतः तम् उपदिष्टवान्, तत्र किम् उपदिष्टवान्, तत्र किम् उपदिष्टवान्, बहुधा उपदिष्टवान्, तम् इत्युक्ते कं, तं मल्लिनाथं, मल्लिनाथम् उपविष्टवान्, देवशर्मा उपविष्टवान्, किं विचार्य, किं विचार्य, मम पुत्रः उपसितः भवेत् इति चिन्तयित्वा, तैः मम पुत्रः मूर्खः, मूर्खः मम पुत्रः इति उपहसितः भविष्यति. अत्र कर्मणि प्रयोगे अस्ति, इदानीं तत्र कर्तृप्रयोगः कीदृशं भवति, तत्र शास्त्रविदः श्यालाः मम पुत्रस्य उपहासं करिष्यन्ति, मूर्खः मम पुत्रः मूर्खः इति, मूर्खः इति उपहसन्ति अथवा उपहसन्ति इति विचार्य, मम पुत्रं मूर्खं पुत्रं, मूर्खः इति, मम पुत्रः मूर्खः इति उपहसन्ति, इति उपहसन्ति इति, अतः तत्र विचार्य तं बहुधा उपदिष्टवान्, किम् उपदिष्टवान्, किम् उपदिष्टवान् इति न दत्तमस्ति, किन्तु तत्र किम् उपदिष्टवान्, बहुधा उपदिष्टवान्, बहुधा इत्युक्ते बहु उपदेशं कृतवान्, किं किं कर्तुम् अथवा किं न कर्तुम् उपदिष्टवान्, तूष्णीं भवति यदि न जानाति चेत्, अथवा तत्र मा गच्छतु इति खलु, मा गच्छतु, तदपि भवितुमर्हति, मा गच्छतु अथवा यदि गच्छति चेत् तूष्णीं तिष्ठतु, तिष्ठतु इति स्थापयतु. अस्तु अग्रे महोदय. ततः मल्लिनाथः श्वशुरगृहं प्राप्नोत्, श्वशुरगृहं गच्छति, तत्र प्राप्नोति, आप्नोत् अपि उपसर्गः प्राप्नोत्, प्राप्नोति इति तत्र एतद् लङ्लकारे अस्ति प्राप्नोति तत्र द्वित्रैः दिनैः एव शालैः ज्ञातं यत् आवृत्तः निरक्षरः अस्ति इति अतः तत्र आवृत्तः श्यालः यत् अस्ति तस्य तस्य विपरीतमस्ति आवृत्तः अनुजात्वा तत्र अनुजात्वा अग्रजायाः अनुजायाः अथवा अग्रजायाः पतिः आवृत्तः भगिन्याः पतिः भगिन्यः धन्यवादः भगिन्यः भगिन्यः पतिः भगिन्यः पतिः तत्र आवृत्तः द्वित्रैः दिनैः इत्युक्ते दिनद्वयम् अथवा दिनत्रयं तावदेव समयः आवश्यकः आसीत् तस्यान्तरे ते तैः ज्ञातं ते ज्ञातवन्तः यत् एषः आवृत्तः निरक्षरः अस्ति इति ते कठोरवाग्भिः कठोरवाक् वाग्भिः इति भवति वाक् तत्र तत्र वाग्भिः तत्र प्रायशः तत्र किमस्ति वाग्भिः वाग्भिः वचसा वा वाच् सारि वाच् वाक् इति अस्ति वाचा भवति वा तत्र वाग्भिः इति तत् अस्ति हलन्तपदं तत्र चकारन्त स्त्रीलिङ्गपदम् वाचा इति अतः वाग्भिः मल्लिनाथः परिहसि ते कठोरवाग्भिः मल्लिनाथं परिहसितवन्तः परिहासं कृतवन्तः मल्लिनाथस्य परिहासं कृतवन्तः अथवा मल्लिनाथं परिहसितवन्तः तेषां तेषां परिहासवचांसि श्रोतुम् अशक्ता मल्लिनाथस्य पत्नी पत्या सह स्वगृहं प्रति प्रस्थितवती इदानीं तत्र परिहारवचांसि इदानीं तत्र अन्यत् पदं वाग्भिः न इदानीं तत्र वचांसि इति वचांसि तत्र नपुंसकलिङ्गे अस्ति इति कृत्वा तत्र द्वितीयविभक्तिरूपमपि श्रोतुम् इति पद क्रियासूचकस्य कर्मपदं परिहासवचांसि श्रोतुम् अशक्ता अशक्ता पत्नी मल्लिनाथस्य कस्य मल्लिनाथस्य अशक्ता पत्नी पत्या सह स्वगृहं प्रति प्रस्थितवती अत्र स्वगृहम् इत्युक्ते मल्लिनाथस्य गृहम् इति प्रायशः तावदेव अस्तु स्वगृहं प्रति प्रस्थितवती अस्तु समयः जातः अग्रिमे वर्गे तत्र उपहसितः परिहसितः अर्थः समानमेव वा समानमेव भगिनि तत्र उपसर्गभेदः अस्ति किन्तु अर्थसमानः अस्ति भगिनि परिहसितः उपहसितः तत्र मेड् फन् आफ् इति अस्तु अग्रिमे वर्गे तत्र अग्रिमे सप्ताहे तत्र निम्बतैलस्य तत्र कः उपयोगः इति पश्यामः अस्तु तर्हि समयः अपि जातः तत्र रघुवीरानन्दस्वामी तत्र शान्तिमन्त्रम् इति उक्त्वा तत्र विरमामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः धन्यवादः धन्यवादः धन्यवादः नमस्कारः